तस्मै पाणिनये नमः येन धौतागिरपुंसां विमलये शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ श्रीगुरुभ्यो नमः हरि ओम् धन्यवादः अत्र धन्यवादः अत्र पूर्णिमाप्रकाश अस्ति खलु अस्तु इदानीम् अत्र किं किम् अत्र युक्तसञ्ज्ञकः भवन्ति तिङ्क्षिद्धेः च लकाराणां च समगृहदृष्टिः लकाराणां दशलकाराः पूर्वमेव दृष्टवन्तः अत्र किं किं विवक्षा अस्ति चेत् अत्र लट् लिट् लुट् लोट् सर्वत्र अत्र तकारः इति भवति अतः तत्र टित् इति स्वीकुर्मः अनन्तरं यत्र लङ् विधिलिङ् अनन्तरं लुङ् लङ् एतत् सर्वाणि ञकारः अन्तिमवर्णः श्रूयते तत् ञित् इति स्वीकुर्मः अनन्तरमत्र परच्छ धातोः एतत् सर्वाणि अधिकारः अस्ति पदानि अधिकारः प्रत्ययः एतत् अधिकारः अस्ति अनन्तरम् इत्संज्ञकः वर्णानां लोपः कुत्र कुत्र भवति चेत् धातुषु प्रत्ययेषु आदेषु आगमः अनन्तरम् आगमेषु अनन्तरं सूत्रेषु अपि अत्र उपदेश अवस्थायां किञ्चित् परिवर्तनं भवति किं किं परिवर्तनम् इत्युक्ते उपदेश अज अनुनासिक यित् अनन्तरं हलन्त्यं न विभक्तौ तुस्माः आदिर्नुटुडवः एतत् सर्वाणि सूत्राणि वयं जानीमः एव अनन्तरम् उपदेशे अवस्थायां प्रत्ययेषु एव अत्र किं किं भवति प्रत्ययेषु प्रत्ययः सर्वाणि पदानि सन्ति खलु अत्र तिप् आरभ्य महिङ् पर्यन्तम् एतत् सर्वाणि उपदेश अवस्थायां प्रत्ययेषु किं किं भवति चेत् शः प्रत्ययस्य इति शः इत् भवति छुटु इत्यनेन एतदपि उपदेश अवस्थायां छुटु वर्णः इत् भवति अनन्तरं लशक्व आत्तद्धिते इत्यनेन प्रत्ययस्य आदिः ल श कु वर्गः कुचुटु तुपु अत्र कु सर्वत्र इत् भवति अतः तत्र कुचुटु तुपु सर्वाणि पदानि इदित् इति भवति न उदित् भवति उकारः एव अत्र सूचनार्थम् अस्ति खलु अत्र सर्वत्र उत् कुचुटु तुपु इति अस्ति चेत् अत्र उकार उकार उकारः सर्वत्र इत् भवति अतः तत्र उदित् इति भवति सर्वाणि मागेश्वराणि सूत्राणि आ इवुण् नकारः इत् भवति सर्वत्र चतुर्दशमागेश्वराणि सूत्राणि सर्वत्र यत्र अन्तिमवर्णः इत् भवति किं सूत्रेण भवति चेत् आदिरन्तेन सहेत इत्यनेन एव भवति अनन्तरं वयं जानीमः प्रसिद्धसूत्रमस्ति तस्य लोपः अलन्त्यं तस्य लोपः तत्र क्रमेण एव आगच्छति अनन्तरं तादृशमेव ससजुषोरुः करावसानयोर्विसर्जनीयः एतदपि क्रमेण एव आगच्छति रुत्व विसर्गौ इति अनन्तरं तत्र इदानीमेव मया उक्तं लट् लोट् लिट् लुट् लृट् यत्र टकारः इति भवति सर्वत्र अत्र टित् इति स्वीकुर्मः यत्र ञः ञकारः लङ् लिङ् लोट् सर्वाणि अत्र अन्तिमवर्णः इति भवति एतत्तु नित् भवति अनन्तरं तत्र किं स्वीकुर्मः चेत् ल् एव लकारः एव अतः एव लस्य इति अधिकारे लाधिकारे इति अस्ति अनन्तरं वयं जानीमः तिप्तस्जि सिप्तस्थ एतत् सर्वाणि परस्मैपदिनः अनन्तरम् आत्मनेपदिनः एव वयं जानीमः अनन्तरं मूलप्रत्यय तिङ् प्रत्ययाः किं किं भवति चेत् तिप्तस्जि सिप्तस्थ मिपुवस्मस् आत्मनेपदिन आत्मनेपदी धातूनां मूलसिङ्प्रत्ययः ता आतां छ सा सात्थां ध्वम् इड् वहि महे इति अस्ति. लपरस्मैपदेयं लपरस्मैपदम् इति स्वीकुर्मः चेत् अत्र लकारः परस्मैपदीनमम् अपि अस्ति, अनन्तरं तङ्गानां तङ्गानाव आत्मनेपदम् इत्यनेन आत्मनेपदमपि स्वीकर्तुं शक्यते. अनन्तरं शानच् कानच् शानच् अत्र आनेमुक् इत्यनेन मुम् योजनेन अत्र विद्यमानः शक्यमाणः क्रियमाणः इति परं पदं स्वीकुर्मः. इदानीम् आकडारात् एका संज्ञा आरभ्य एतत् प्रथमाध्याये चतुर्थपादे प्रथमसूत्रम् आरभ्य कडाराः कर्मधारये यत्र साधारणतया अत्र किं भवति चेत् विभक्तिः एकस्मिन् स्थले एव तिष्ठति. द्वौ स्तः चेत् द्वौ वर्णौ स्तः द्वौ शब्दौ स्तः चेत् अत्र समानाधिकरणम् इत्यनेन विभक्तिः समानरूपेण भवति. अनन्तरम् इदानीम् अनुदातनित आत्मनेपदं यत्र नित् भवति तत्र आत्मनेपदम् इति भवति. यत्र स्वरितनितः भवति अत्र उभयपदिनः भवति. यत्र शेषात् कर्तरि परस्मैपदम् यत्र आत्मनेपदिनः नितः नास्ति यत्र स्वरितनितः नास्ति एतत् शेषं यत्र भवति तत्र परस्मैपदिनः भवति. शेषात् इत्यनेन एव अत्र धातवः यत्र यत्र अवशिष्यते एतत् स्वीकुर्मः. अनन्तरं ऋषो इति अकार उत्तरवर्ति अनुनासिकवर्णः एतत् इत् भवति. गै अत्र अधः रेखा अस्ति अतः तत्र अनुदातः. कुत्रापि रेखा नास्ति चेत् उदातः. रेखा उपरि अस्ति चेत् स्वरितः. एतत् वयं जानीमः गतवर्गे. अनन्तरम् इदानीं पुरुषवचनविधिः. पूर्णिमा पठतु. पूर्णिमा भगिनी अस्ति वा? पठामि. पुरुषवचनाविधिः. विवक्षा प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष विवक्षायाम् अन्य पदं किम् कोऽपि वक्तुं शक्यते वा महोदय? कोऽपि वक्तुं शक्यते वा विवक्षायां? विवक्षायाम् इति अस्माकं सप्तमी विभक्ति एकवचन स्त्रीलिङ्ग. न अहं पृच्छामि. अहं पृच्छन्ती अस्मि किं भवति चेत् अत्र पर्यायपदं जानाति वा इति विवक्षायाम्. अन्य कोऽपि अस्माकं दृष्ट्या एकपदं स्वीकृत्य अत्र वक्तुं शक्यते वा अन्य कोऽपि? इच्छा. विवक्षायाम् इत्युक्ते अपेक्षायाम् अपेक्षा अस्ति. अपेक्षा अस्ति पर्यायपदं विवक्षायाम् अपेक्षायाम् अत्र अग्रे पठतु. प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचन द्विवचन बहुवचन च प्रत्ययः विहिताः सूत्राणि च इमानि. तिङ् स्त्रीणि त्रीणि प्रथम मध्यम उत्तम तिङ्गस्त्रीणि तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम मध्यम उत्तम प्रथमाध्याये चतुर्थपादे एकोत्तर एकशतं समसूत्रं तान्येकवचन द्विवचन बहुवचनान् एकशः प्रथमाध्याये चतुर्थपादे एकशत द्वि मध्यम युष्मद् उपपदे समानाधिकरणे स्थानिन्यपि मध्यमः प्रथमाध्याये चतुर्थपादे पञ्चोत्तर एकशतम् अस्मदुत्तमः प्रथमाध्याये चतुर्थपादे सप्तोत्तर एकशतं शेषे प्रथमः प्रथमाध्याये चतुर्थपादे अष्टोत्तर एकशतम् एतानि सूत्राणि आरम्भतः पठ आरम्भतः एकनिमिषम् अत्र अनन्तलक्ष्मी पठितुं शक्यते वा तिङ् प्रत्ययः नमस्कारः तिङ् प्रत्ययः तिङ् प्रत्ययः त्रीणि त्रीणि क्रमेण प्रथम मध्यम उत्तम उत्तम संज्ञकाः भवन्ति अहं पठामि इति वक्तव्यं वदतु एकवारं वदतु अहं पठामि अहं पठामि अस्तु अत्र तिङ् तिङ् एकनिमिषं तिङ् प्रत्ययः त्रीणि त्रीणि क्रमेण प्रथम मध्यम उत्तम संज्ञकाः भवन्ति इदानीं स्वीकुर्मः चेत् अत्र प्रथम मध्यम उत्तम संज्ञकाः भवति एव कर्तरी एक एकनिमिषम् एक एतत् अत्र भवती भवतः भवन्ती अस्ति खलु एतत् प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं मध्यमपुरुष भवसि भवसि भवतः भवत मध्यमपुरुष एकवचनं मध्यमपुरुष द्विवचनं मध्यमपुरुष बहुवचनं भवामि भवावः भवामः उत्तमपुरुष एकवचनं उत्तमपुरुष द्विवचनम् उत्तमपुरुष बहुवचनम् इति अस्ति एतत् सूत्राणि एतदेव अत्र किं किम् अस्ति इति सूचयन्ति त्रीणि त्रीणि क्रमेण प्रथम मध्यम उत्तमसंज्ञकाः भवन्ति अग्रे पठतु तिप्तश्चि अनेन सूत्रेण अनेन सूत्रेण अष्टादश तिङ् प्रत्ययः तिङ् प्रत्ययाः प्राप्यन्ते प्राप्यन्ते वर्तमाने सूत्रेण तेषां त्रयाणां समूहेन क्रमेण प्रथमा मध्यमा उत्तमा एतादृशं विभाजनं भवति तद् इत्थं सिप्तश्चि प्रथमः सिप्तस्थ मध्यमः मिप् वस्मस् उत्तमः पुनः अग्रे ता आदां च प्रथमः थास् आदां ध्वं मध्यमः इड्वहिमहि उत्तमः एकनिमिषम् अनन्तरम् अत्र अनिल् महोदय पठतु अनेन प्रकारेण परस्मैपदसंज्ञकप्रत्ययानां त्रयः विभागाः तथा आत्मनेपदसंज्ञकप्रत्ययानामपि त्रयः विभागाः जायन्ते एते एव पुरुषाः एतत्पर्यन्तं समाप्तम् समापयतु अत्र अनेन प्रकारेण एव परस्मैपदसंज्ञकः प्रत्ययानां त्रयः विभागः इदानीं दृष्टवन्तः अत्र विभागः त्रयः भवन्ति प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष वचनमपि अन्यसूत्रमस्ति अत्र अत्र एकं वक्तुम् इच्छामि अग्रिमवर्गे 21st अस्ति खलु एकविंशतिः वर्गः चलन्ति एव अनन्तरम् अग्रिम 28 अष्टविंशतिः दिनाङ्के अहं कुम्भकोणं मध्ये अस्मि अत्र वेदम् अस्माकं मम पतिः पिता अस्ति खलु, तस्य कृते म्यूट् करोतु सर्वे. तस्य कृते शतं जयन्ती भविष्यति 28 मध्ये. अतः मम इच्छा अस्ति, अनन्तरं स्वरूप् महोदयः अपि उक्तवान् विरामकालः न स्वीकरणीयमिति. अतः अनिल् महोदय, अनन्तलक्ष्मी, अनसूया, पूर्णिमप्रकाश, अनन्तरं गोदम्माल् सर्वे मिलित्वा अत्र अहं प्रेषयिष्यामि. सूत्राणि किं किं पठितव्यम् इति अहं प्रेषयिष्यामि. किञ्चित् म्यूट् करोतु कृपया. पूर्णिमा प्रकाश म्यूट् करोतु. अतः मम इच्छा अस्ति अत्र अनिल् महोदयेन अत्र अष्टाध्यायी सूत्राणि दर्शयितुं शक्यते इति. शक्यते खलु महोदय? अत्र अनिल् महोदयेन यदि पर्मिशन् अस्ति तत् शक्यते. अहं प्रेषयिष्यामि. अहम् एतत् आगच्छति. भवान् अत्र अहमत्र को होस्ट् इति स्वीकृत्य अरविन्दमहोदयेन अहं वदामि एतत् विषये. भवान् अत्र स्वीकृत्य को होस्ट् आगत्य अत्र कार्यं करोतु. अत्र सर्वाणि सूत्राणि स्वीकृत्य एकम् इदानीं मया अत्र स्वीकृतं खलु. किम् अस्ति? तिगस्त्रीणि प्रथम मध्यम उत्तमाः इति अस्ति. अत्र भवान् किं कर्तव्यम्? अत्र स्थूलाक्षरे अस्ति खलु, तिङ् प्रत्ययाः त्रीणि क्रमेण मध्यम प्रथम उत्तम इति अस्ति खलु, सञ्जिकाः भवन्ति. एतत् सर्वाणि पाठय अत्र छात्रैः पठितव्यम्. एतत् एव. अनन्तरम् अग्रिमविषये किञ्चित् उपायमस्ति. एतत् ऊहः अस्ति, पठितुं शक्यते, अर्थमपि ज्ञातुं शक्यते चेत् अग्रे पठितव्यम्. इदानीं तिप्तस्जि प्रथमः एतत् समीचीनतया उक्तमेव. तादृशं 28 मध्ये अष्टविंशति दिनाङ्के सर्वे मिलित्वा अत्र एकम् स्वीकृत्य सूत्राणि स्वीकृत्य कार्यं कर्तव्यं. स्वरूप् महोदयस्य अत्र आज्ञा अस्ति विरामकालः न स्वीकर्तव्यम् इति. अतः एव मम इच्छा अपि एतदेव. अस्तु, इदानीम् अत्र भवानेव पठतु. तान्येकवचन द्विवचन बहुवचनान्ये कषः. अत्र एतदपि पठितव्यम्. अत्र भवानेव पठतु. पूर्वसूत्रेण त्रयाणां समूहरूपेण प्रोक्ताः तिङ्गप्रत्ययाः क्रमेण एकवचन द्विवचन बहुवचनसंज्ञकाः भवन्ति. तावदेव. इदानीमत्र भूधातुः स्वीकुर्मः चेत् अत्र भवति किं भवति? एकवचनं. आम्, भवतः द्विवचनं, भवन्ति बहुवचनं. तावदेव. भवसि एकवचनं, भवतः द्विवचनं, भवतः बहुवचनं. भवतः साधारणतया न वक्तव्यम्. अत्र नाभिकमलात् एतत् सः आगन्तव्यं, महाप्राणात् तकार इति पठितव्यम्. अनन्तरं भवामि एकवचनं, भवावः द्विवचनं, भवामः बहुवचनम्. उत्तमम्. इदानीम् अत्र अनसूया भगिनी पठतु. भगिनी, युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः. प्रथमाध्याये चतुर्थपादे एकशतपञ्चसूत्रम्. आम्, इदानीं पठतु. अत्र यत्र युष्मत् शब्देन लकारेण च समानः पदार्थः विवक्षते तत्र मध्यमपुरुषस्य प्रत्ययाः भवन्ति. युष्मद् इत्युक्ते युष्मद् इत्युक्ते अस्माकं समीपे पुरतः यः तिष्ठति सः एव युष्मत् खलु. त्वं कार्यं करणीयम् अनिल् महोदय, अष्टविंशति दिनाङ्के भवान् अहम् अत्र कोहोस्ट् इति किमस्ति अरविन्दमहोदयेन एतद् विषये अहं वदिष्यामि. अनन्तरं कोहोस्ट् कार्यं कृत्य अत्र युष्मद् त्वम् एव अत्र सूत्राणि दर्शयतु इति मम प्रार्थना अस्ति. त्वं कार्यं कर्तव्यं, भवता एतत् कार्यं कर्तव्यं भवता खलु. अतः तत्र युष्मद् शब्देन लकारेण च समानपदार्थाः विवक्षते. तत्र विवक्षते किं पदम् कोऽपि वक्तुं शक्यते वा? विवक्षते बुभुक्षते प्रथमपुरुष एकवचन. न न न विवक्षते बुभुक्षते विवक्षते विवक्षन्ते विवक्षते विवक्षेति न मम प्रश्नः. कोऽपि अवगन्तुं शक्यते वा? किं पदं किं पदम् इच्छामः इच्छामः वक्तुम् इच्छा विवक्षा. अस्तु एतत् किं पदम्? सन्नन्त. उत्तमम् उत्तमं. का उक्तवती? अनुसूय भगिनी वा? पूर्णिमा. पूर्णिमा अस्तु बहु उत्तमं. विवक्षा बुभुक्षु यत्र यत्र चकारः श्रूयते तत्र तत्र सन्नन्तम् इति अस्ति. सन्नन्तं सर्वदा विवक्षा अपेक्षा इत्यनेनैव आगच्छति. अस्तु इदानीं भवती एव पठतु. पूर्णिमाप्रकाशं न इदानीं का पठितवती? अनुसूया भगिनी खलु. अनुसूयामध्यमोत्तमः प्रथमाध्याये चतुर्थपादे एकाधिकशतकसूत्रेण केषाञ्चन तिङ् प्रत्ययानां मध्यमसंज्ञा भवति. वर्तमानसूत्रेण एतेषां मध्यमसंज्ञकानां तिङ् प्रत्ययानां प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति. अस्य सूत्रस्य प्रथमर्थं ज्ञातुमादौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थ पश्यामः. इष्मदी उपपदे समानाधिकरणे इयं सतिसप्तमी अस्ति, अतः इष्मदी उपपदे समानाधिकरणे सति इत्यर्थः. समानाधिकरणम् इत्युक्ते समानाधिकरणस्य निर्देशः, यथा उन्नतः रामः चलति. अस्मिन् वाक्ये सर्वे शब्दाः कर्तरि निदर्शयन्ति, अतः सर्वे शब्दाः समानाधिकरणे सन्ति इति उच्यते. कस्य समानाधिकरणं? तिङ्प्रत्ययस्य समानाधिकरणं. कथं ज्ञायते? सूत्रे यः मध्यमः शब्दः प्रयुक्तः अस्ति सः तिङ्प्रत्ययानां विषये एव प्रयुज्यते. मध्यमः शब्दः उपपदम् इत्युक्ते समीपस्थं पदम्. इदानीं किं करणीयं महोदय भगिनि? तत्र अर्थं ज्ञातुं शक्यते खलु? अत्र किमपि नूतनतया नास्ति एव. विवरणं कर्तुं न शक्नोमि. अस्तु अत्र पूर्णिमा एतद् विषये वक्तुं शक्यते वा? तिङ्गस्त्रीणि त्रीणि मध्यम प्रथम मध्यम उत्तमाः एतत् तत्र किञ्चित् विशेषः नास्ति एव. तिङ्गस्त्रीणि त्रीणि त्रीणि त्रीणि वदतु. तिङ्ग प्रत्ययमध्ये प्रथमपुरुषे मध्यमपुरुषे उत्तमपुरुषे त्रीणि भवति एकवचन द्विवचन बहुवचन इति अत एव त्रीणि प्रथममध्यम उत्तम एतत् तिङ् प्रत्ययानां प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्य सूत्रस्य पूर्णं किमर्थम् अत्र एतत् अस्य सूत्रस्य पूर्णमर्थं ज्ञातुम् आदौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थं पश्यामः युष्मद् युष्मदी उपपदे समानाधिकरणे युष्मदि कुत्र भवति अस्मदिति अहमावां वयम् इति अस्ति युष्मद् इत्युक्ते इति अस्ति अत्र इयं सतिसप्तमी अस्ति युष्मदी उपपदे एतत् सप्तमी एकवचनं सप्तमी एकवचनं समानाधिकरणे एव भवन्ति एतत् अतः युष्मदि उपपदे समानाधिकरणे सति सतिसप्तमी इति अर्थः यत्र युष्मद् अस्ति युष्मदी उपपदे समानाधिकरणं सति सतिसप्तमी यः यः गच्छति तत् समये भवत्याः मातरः कार्यं करोति यः गच्छति तत् समये एव एतत् मातुः कार्यं करोति माता कार्यम् अत्र करोति अतः तत्र सतिसप्तमी भवति यत्र युगपत् कार्यं द्वौ स्तः यत्र युगपत् कार्यं द्वौ स्तः तत्र किं भवति सतिसप्तमी भवति समानाधिकरण्यम् इत्युक्ते समानकारकस्य निर्देशः कारकमित्युक्ते कारकमित्युक्ते कोऽपि वक्तुं शक्यते वा सम्बन्धं क्रियते तदेव कारकम् उत्तमं बहु उत्तमं समानाधिकरणम् इत्युक्ते समानकारकस्य निर्देशः अत्र भवति यथा उन्नतः रामः चलति उन्नतः अत्र किं पदम् किं पदं कोऽपि केऽपि वक्तुं शक्यते वा विशेषणमेव विशेषणमेव रामः किं पदम् रामः विशेष्य विशेष्यम् उन्नतः बालकः उन्नतः वृक्षः तिष्ठति उन्नतः रामः चलति एतत् क्रियपदं चलति इति क्रियपदम् अस्मिन् वाक्ये सर्वे शब्दाः कर्तारं निर्दिश्यन्ति निर्दशयन्ति रामः एव अत्र कर्ता उन्नतः रामः चलति एतत् अतः सर्वे शब्दाः समानाधिकरणे सन्ति इति उच्यते उन्नतः अपि प्रथमपुरुषे एकवचनं रामः अपि प्रथमपुरुषे एकवचनं चलति अपि प्रथमधातुः एकवचनं क्रियापदम् सर्वत्र अत्र प्रथमविभक्तिः एव श्रूयते अतः एतत् समानाधिकरणीयम् इति निर्दिश्यते अतः सर्वे शब्दाः सामान्याधिकरणे समानाधिकरणे सन्ति इति उच्यते इतः पर्यन्तं कोऽपि क्लेशः अस्ति वा सन्देहः अस्ति वा संशयः अस्ति वा पृच्छतु अग्रे गच्छेम अस्तु कस्य सामानाधिकरण्यं तिङ्प्रत्ययस्य सामानाधिकरण्यं कथं ज्ञायते सूत्रैः यः प्रथमः शब्दः प्रयुक्तः अस्ति सः तिङ्प्रत्ययानां विषये एव प्रयुज्यते उपपदम् इत्युक्ते किं समीपस्थं पदं समीपस्थं कुम्भकारः कुम्भं करोति कुम्भकारः तस्य समीपं किं भवति कुम्भं भवति अतः तत् उपपदसमासः इत्युक्ते समीपस्थं पदम् उपपदमित्युक्ते समीपस्थपदम् कृष्णस्य समीपे किं भवति समासविषयः उत्तमं का वद् उक्तवती पूर्णिमा पूर्णिमा उपपदमत्र उपकृ कृष्णस्य समीपे उपकृष्णम् अतः अस्य कण्ठस्य अर्थः अयं युष्मत् उपपदेन तिङ्प्रत्ययस्य सामानादिकरणीयं यथा उच्यते तदा युष्मदि उपपदे स्थानानि अपि युष्मद् अत्र स्थानानि उपपदे स्थानानि अपि वक्तुं शक्यते अत्र शान्ता पठतु अग्रे इयमपि नमस्कारः स्थानीनि अपि इयमपि सप्तसप्तमी अस्ति अतः न पुनरपि पठतु इयमपि इयमपि सतिसप्तमी अस्ति अतः युष्मदि उपपदे स्थानीनि सत्यपि इत्यर्थः सत्यपि किमर्थम् युष्मदि उपपदे स्थानीनि सति अपि स्थानीनि अस्ति खलु अत्र युष्मद् त्वम् इति पदम् उपपदे स्थानीनि स्थानं कुत्र भवति स्थानं कुत्र भवति स्थानं कुत्र भवति स्थानं स्थानिनि इति इत्युक्ते किं स्थानिनि इत्युक्ते षष्ट्यन्तं पदं भवति तदेव षष्ट्यन्तपदं तत्र एतत् सूचयति स्थानिनि अत्र युष्मदि उपपदे इति यत्र युष्मदीनि उपपदे एतत् सति सप्तमी युष्मदि अपि प्रथम सप्तमी एकवचनम् उपपदे अपि सप्तमी एकवचनम् अत्र युष्मदि इति शब्दं स्वीकुर्मः चेत् अत्र स्थानिनि इति सत्यपि इति अर्थः अग्रे अपि पठतु इत्युक्ते स्थानि सत्यपि अस्थानि सत्यपि इत्युक्ते प्रयुक्ते सति अप्रयुक्ते वा सति सति अर्थं किं भगिनि सतिसप्तमी इदानीं मया उक्तं खलु सतिसप्तमी इत्युक्ते यदा पुत्रः गच्छन् अस्ति माता तस्य कृते भोजनं करोति यदा पुत्रः बहिः गतवान् बहिः गच्छन् अस्ति तत् समये माता भोजनं करोति यत् कार्यं द्वौ स्तः कार्यं कार्ये कार्याणि कार्ये द्वौ कार्ये स्तः तत् समये युगपत् कार्यं भवति यदा पुत्रः गच्छन् अस्ति तत् समये माता भोजनं करोति सतिसप्तमी एतदेव तावदेव सैमल्टे युगपत् कार्यं करोति एतदेव सतिसप्तमी यदा शान्ता किम् अस्ति अत्र विष्णुसहस्रनामं पठति तत् समये पुत्रः अपि पठति तत्र अपि युगपत् कार्यं करोति अत्र सः अपि विष्णुसहस्रनामं पठति अनन्तरं भवती अपि पठति युगपत् कार्यं करोति चेत् अत्र सतिसप्तमी इति स्वीकर्तव्यम् अनिल् महोदय अत्र कुत्रापि संशयः अस्ति वा सतिसप्तमी मध्ये तु नास्ति परन्तु अत्र एतत् एव मनसि स्थापनीयं यत्र कार्यं युगपत् भवति तत् समये एव सतिसप्तमी इति उपपदे इदानीं सम्पूर्णतया सूत्रस्य अर्थज्ञानं भवितुं शक्यते इदानीं पठतु अग्रे अपि पठतु शान्ता भगिनी युष्मत् उपपदेन युष्मदुपपदेन किङ् प्रत्ययस्य समानाधिकरणं यदा उच्यते तदा युष्मदुपपदं प्रयुज्यमानम् अस्ति चेत् अपि नास्ति चेत् अपि मध्यमपुरुषवाचिनः प्रत्ययाः प्रयुञ्जन्ते. उदाहरणानि त्वं पठसि, अस्मिन् वाक्ये त्वं तथा पठसि उभयोः शब्दयोः कर्तुः निर्देशः क्रियते. अतः अत्र युष्मत् उपपदस्य लकारस्य च समानाधिकरणम् अस्ति. अतः अत्र मध्यमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते. किमर्थं पठसि, अस्मिन् वाक्ये त्वम् अयं शब्दः विवक्षितः अस्ति परन्तु प्रयुक्तः नास्ति. अत्रापि विवक्षितस्य युष्मत् उपपदस्य लकारस्य च समानाधिककरणमस्ति. अतः अत्र अपि मध्यमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते. अहं त्वा पश्या अहं त्वां पश्यामि, अस्मिन् वाक्ये त्वाम् इति युष्मत् उपपदस्य लकारस्य च समानाधिकरणं नास्ति. यतः अत्र युष्मत् उपपदेन कर्मः निर्देश्यते. त्वां पश्यामि ओके, लकारेण च कर्ता निर्देश्यते. अतः अत्र तिङ् प्रत्ययस्य मध्यमपुरुषवाचि प्रत्ययः च भवति न भवति. इदानीम् अत्र गोदम्मल् पठतु. त्वं पठसि, त्वं पठसि, अस्मिन् वाक्ये त्वं तथा पठसि उभयोगः शब्दयोगः कर्तुः निर्देशः क्रियते. अतः अत्र किं भवति, अत्र युष्मद् एकनिमिषम् अत्र त्वं पठसि, पठसि इति अहं वदामि, त्वं न वदामि. अत्र त्वम् इति किं भवति, अदर्शनं भवति. पठसि इति अहं वदामि, पठामि इति अहं वदामि, पठति इति वदामि. अत्र पठति, सः पठति मया न उक्तं, त्वं पठसि त्वं मया न उक्तम्, अहं पठामि अहम् इति पदमपि न मया उक्तम्. अतः तत्र यत्र युष्मत् उपपदं प्रयुज्यमानः अस्ति न प्रयुज्यमानः अस्ति तत् समये समानाधिकरणीयम् इति अस्ति. त्वम् इति पदं पठसि पठसि उभयोः शब्दयोः कर्तुः अत्र निर्देशः क्रियते. त्वम् इति कर्तुः अत्र किं भवति, अत्र त्वम् इति पदं वक्तव्यं चेत् अपि पठसि इति भवति एव, त्वं पठसि इति वक्तव्यमपि अत्र सूचकवार्तकमस्ति. किम् भवति चेत् त्वम् इति अहं न वदामि, पठसि पठसि इति किं पुरुषं सूचयति अत्र, मध्यमपुरुषं सूचयति. सैमल्टेनियस् युगपति एतत् कार्यं भवति, त्वं पठसि इति युगपत् कार्यं भवति, कुम्भकारः कुम्भं करोति इति तादृशमेव. त्वं पठसि अत्र अत्र कर्ता सूचयति, कर्तुः निर्देशः क्रियते. त्वम् इति कर्ता, अनिल् महोदय पठतु, त्वम् एतत् पठसि, त्वं सैमल्टेनियस्लि अत्र युगपत् कार्यं करोति. अतः तत्र सतिसप्तमी इति भवति. त्वं वक्तव्यं न वक्तव्यं परन्तु तस्य पठनस्य किम् अन्य किं कार्यं भवति सतिसप्तमी भोजनं करोति, त्वं भोजनं करोतु, त्वं भोजनं करोषि. अत्र एकमेव कार्यमस्ति खलु. महोदय महोदय महोदय, अहं पृच्छामि, अहं किं अवगतम् इच्छामि चेत् सो अत्र त्वम् अस्ति मध्यमपुरुषे, युगपते पठसि अपि मध्यमपुरुष अस्ति, द्वयो शब्दौ शब्दयोः पुरुष अस्ति मध्यम मध्यमपुरुष समानाधिकरणीयमपि अस्ति यदा यदा त्वं मध्यमपुरुषः अस्ति तदा पठसि अपि मध्यमपुरुषे अस्ति समानाधिकरणीयमस्ति उपपदस्य लकारः युष्मद् इति उपपदस्य लकारः समानाधिकरणीयमस्ति यत्र विभक्तिः अनन्तरं वचनं समानरूपेण अस्ति अत्र परिवर्तनं किमपि नास्ति अत्र युगपत् कार्यं करोति अतः तत्र उपपदम् इति स्वीकुर्मः यदा यदा कर्ता मध्यमपुरुषे अस्ति क्रियापदम् अपि मध्यमपुरुषैः एव सूचितव्यम् अतः अत्र मध्यमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते त्वम् इति मध्यमपुरुषस्य अनन्तरं किमर्थं सामान्यभाषा तु तत् अस्ति अत्र विवरणं किमर्थम् उपपदं स्वीकृत्य एतत् बहु सूक्ष्मतया एव पाणिनिना सर्वाणि सूत्राणि कृतं बहु उन्नतकार्यम् अतः एव वक्तुं शक्यते एव खलु नटराजेन नव पञ्चवारं तमुरु अत्र कार्यं करोति नव पञ्चवारम् इत्युक्ते चतुर्दश कार्येण अत्र अत्र उक्तम् अत्र अस्तु अत्र किमर्थं पठसि अत्र त्वम् इति अत्र मया न उक्तं पठसि इति प्रयोगमस्ति पठसि इति प्रयोगमस्ति चेत् तत् मम समीपे पुरतः यः कोऽपि तिष्ठति एव अतः तः सः अन्यकार्यं करोति मया इति मया तु लेखनकार्यं दत्तं मया लेखनकार्यं दत्तं परन्तु सः तु पठसि अतः त्वं पदमिदम् इदं विवक्षास्त्रं नास्ति किमर्थं पठसि इव इत्येव मया उक्तम् अत्र त्वम् इति पदम् अत्र न स्वीकृतम् अत्र अपि समानाधिकरणम् अस्ति एव यदा अत्र पदं त्वम् अहं सः पदं स्वीकृतं न स्वीकृतं परन्तु तत् पदं तु सूचयति किं सूचयति यदा एतत् प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः भवति वा त्वं गच्छसि त्वं पठ अहं पठामि सः गच्छति एतत् पदं युगपत् कार्यं करोति अतः अतः एव सतिसप्तमी भवति उपपदं स्वीकृत्य कार्यं करोति अनन्तरं समानाधिकरणीयमपि अस्ति अत्र त्वं तु अध्याहृतम् आम् किमर्थं पठसि इत्यस्य अध्याहारं भवति अस्तु अहं पश्यामि तावदेव इदानीं मया त्वं दृश्यसे मया त्वं दृश्यसे अत्रापि पदं त्वं स्वीकर्तुं शक्यते न स्वीकर्तुं शक्यते अपि न स्वीकर्तुं शक्यते अपि अत्रापि एतत् किं पदं भवति समानाधिकरणीयं भवति मया त्वं दृश्यसे त्वम् इच्छसि न इच्छसि विवक्षा अस्ति वा अपेक्षा अस्ति वा न दृश्यते अत्र मया त्वं दृश्यसे अस्मिन् वाक्ये त्वम् इत्यनेन कर्मपदं निर्दिश्यते त्वम् इति कर्मपदं पूर्वम् उक्तम् एतत् त्वम् इति पठसि अत्र कर्तुः निर्दिश्यते कर्तुः त्वं पदेन कर्तुः निर्दिश्यते इदानीं मया त्वं दृश्यसे अत्र त्वम् इति पदं किं भवति कर्मपदम् अतः एव द्वितीया विभक्ति एकवचनं मया त्वं दृश्यसे अतः त्वं प्रथमविभक्ति कारणं मया मया इति तृतीया विभक्ति एकवचनं भवति अत्र मया इति कर्मणि प्रयोगः अस्ति अतः एव अत्र त्वम् इति पदं कर्मपदं सूचयति द्वितीया विभक्ति अस्ति अत्र प्रथमाविभक्ति महोदय द्वितीया नास्ति प्रथमाविभक्ति भवति 311 एव उत्तमं 311 एव अत्र एतत् सूचकमस्ति 1-1, 3-1-1 मया त्वं दृश्यते अतः तत्र सर्वदा क्रियापदं प्रथमा एव अनुसरति अनुसरन्ति अतः त्वम् इति पदं कर्मपदं भवति तथा दृश्यसे इत्यनेन तिङन्तपदेन अपि कर्मपदं निर्दिश्यते त्वं दृश्यसे मया त्वं दृश्यसे अत्र अपि कर्मपदं निर्दिश्यते इत्युक्ते अत्र युष्मद् उपपदस्य लकारस्य च सामानादिकरण्यम् अस्ति अतः अत्र मध्यमपुरुषे एक मध्यमपुरुषसंज्ञकस्य तिङ् प्रत्ययस्य प्रयोगः भवति अत्र सती सप्तमी अपि भवति कार्यं युगपत् भविष्यति अनन्तरम् अत्र किं भवति सामानादिकरण्यं भवति सतिसप्तमी भवति उपपदमस्ति एतत् सर्वाणि पदानि अत्रैव भवन्ति अस्तु अस्तु इदानीम् अस्मदुत्तमः अस्मत् पदं सर्वदा उत्तमः एव 1-4 प्रथमाध्याये इदानीम् अत्र अनुसूय पठतु यत्र अस्मत् शब्देन लकारेण च समानः पदार्थः विवक्षते तत्र उत्तमपुरुषस्य प्रत्ययाः भवन्ति तिङ् स्त्रीणि त्रीणि प्रथमान् मध्यमोत्तमः प्रथममध्याये चतुर्थपादे एकाधिकशतकसूत्रेण येषां च तिङ् प्रत्ययानाम् उत्तमसंज्ञा भवति वर्तमानसूत्रेण एतेषाम् उत्तमसंज्ञाकानां तिङ् प्रत्ययानां प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति अस्य सूत्रस्य पूर्णमर्थं ज्ञातम् आदौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थं पश्यामः पूर्णिमा अग्रे पठतु पूर्णिमा अग्रे पठतु अस्मदी उपपदे समानाधिकरणे इयं सति कर्तव्ये अस्ति अतः अस्मदीपपदे समानाधिकरणे सति इत्यर्थः समानाधिकरणम् इत्युक्ते समानकरणस्य निर्देशः यथा उन्नतः रामः चलति अस्मिन् वाक्ये सर्वे शब्दाः कर्तरि निर्दिशति अतः सर्वे शब्दाः समानाधिकरणं निर्दिशति अतः सर्वे शब्दाः समानाधिकरणे सन्ति इत्युच्यते इति पूर्वमेव दृष्टवन्तः अत्र उन्नतः रामः चलति उन्नतः इति विशेषणपदमस्ति रामः इति विशेष्यमस्ति चलति इति क्रियापदमस्ति अत्र सर्वत्र समानाधिकरण्यम् इति उच्यते किमर्थं चेत् सर्वे शब्दाः कर्तारमेव निर्दिशन्ति कर्तारम् अत्र कः भवति कर्तुः कः उन्नतः रामः चलति कर्तुः कः अत्र रामः केतु रामः एव अत्र उन्नतः अपि प्रथमपुरुषे एकवचनं रामः अपि प्रथमपुरुषे एकवचनं चलति इति क्रियापदमपि प्रथमपुरुषे एकवचनं अतः तत्र सर्वे शब्दाः समानाधिकरणे इति उच्यते कस्य समानाधिकरण्यम् तिङ्प्रत्ययस्य समानाधिकरण्यं कथं ज्ञायते सूत्रे यः उत्तमः शब्दः प्रयुक्तः अस्ति सः तिङ्गप्रत्ययानां विषये एव प्रयुज्यते तिङ्प्रत्ययानामेव अत्र स उत्तमः बालकः तिष्ठति उत्तमः बालकः अस्ति चलति करोति एतत् सर्वाणि पदानि स्वीकुर्मः चेत् अत्र सः तिङ्प्रत्ययानां विषये एव प्रयुज्यते किमपि अत्र कार्यं नास्ति तिङ्प्रत्ययमपि चलति इति भवति रामः अपि उत्तमपुरुषे एक मध्यम रामः इति प्रथमपुरुषे एकवचनम् उन्नतः अपि एकवचनमेव अत्र विशेषणपदमपि एकवचनं कर्तुः अपि एकवचनं, क्रियापदमपि एकवचनं, अतः तत्र समानाधिकरणीयम्। उपपदम् इत्युक्ते समीपस्थं पदम्, यत्र समीपम् अस्ति एकमेव उपपदमिति वक्तुं शक्यते। अस्तु, इदानीम् अत्र शेषे प्रथमः अत्र किशोर् महोदय पठतु। यत्र हरि ओम्, यत्र युष्मद् शब्द मस्मद् शब्दं च विहाय अन्यशब्देन लकारेण च समान पदार्थ पदार्थ विवक्ष्यते, तत्र प्रथमपुरुषस्य प्रत्ययाः भवन्ति। यत्र युष्मद् शब्दं, यत्र युष्मद् अनन्तरम् अस्मद् शब्दं च विहाय, विहाय अन्यशब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र अपि प्रथमपुरुषस्य प्रत्ययाः भवन्ति। युष्मद् अस्मद् विहाय, युष्मद् किं पदम्? युष्मद् त्वं युवां यूयम् अस्मद् अस्मद् अहम् आवां वयम्, अहम् आवां वयम्। अत्र एतत् विहाय अन्यपदं किं किं भवति? सर्वाणि पदानि शेषे प्रथम प्रथम भवति। अत्र युष्मद् इति किं सूचयति, किं पुरुषं सूचयति? मध्यमपुरुष। अनन्तरम् अस्मद्? अस्मद् उत्तमपुरुष बोधयति। किम् अत्र उत्तमपुरुष एवं मध्यमपुरुष विहाय सर्वाणि शेषे प्रथम, यानि शेषे किं किं भवति? प्रथमपुरुष कार्यं करोति विहाय अन्यशब्देन लकारेण, लकारेण च समानः पदार्थः। अत्र सः बालकः चलति, सः प्रथमपुरुष एकवचनं, बालकः अपि प्रथमपुरुषे एकवचनं, चलति अपि प्रथम प्रथमपुरुष न चलति इति क्रियापदम्, एतदपि प्रथमपुरुषे एकवचनं स्वीक्रियते, अतः एव अत्र शेषे प्रथमः इति वक्तव्यम्। तावदेव, इतः पर्यन्तं किमपि क्लेशः अस्ति वा केपि? अत्र शान्त पठतु। अग्रं पठामि वा? वक्तुः इच्छा अस्ति भू धातुः प्रथमपुरुषस्य एकवचने, तर्हि तिप् प्रत्ययः विहितः, भू अधिकं तिप्। यदि वक्तुः इच्छा अस्ति आत्मनेपदि धातुः वर्तते लिटि प्रथमपुरुषस्य द्विवचने, तर्हि बहि प्रत्ययः विहितः, पृत् अधिकं बहि। यः कोऽपि लकारः भवतु नाम प्रत्ययाः एते एव अष्टादश। अतः यद्यपि वक्तुः इच्छाम् अनुसृत्य दशानां लकाराणां भेदाः सन्त्येव आरम्भे लट् लोट् लङ् इत्यादिकं, परन्तु इदानीं भेद एव दृश्यते, अभेद एव दृश्यते। अत्र भूयोगः धातुः स्वीकुर्मः, तिप् एव भवति, भूयोगः तिप्। एतत् प्रथमपुरुषे एकवचनं म्यूट् करोतु, बहु ध्वनिः आगच्छति, कृपया म्यूट् करोतु। पूर्णिमाप्रकाश, शान्ता, सुब्रह्मण्यं म्यूट् करोतु। शान्ता, सुब्रह्मण्यम्, अस्तु, इदानीं अत्र भूयोगः लट् लट् लोट् लङ् विधिलिङ्गे दशलकाराणां सन्ति कोऽपि भवतु नाम अत्र किमपि यत् कोऽपि भवतु लट् वा भवतु लोट् वा भवतु लङ् वा भवतु परन्तु अष्टादश नव प्रत्ययः कुत्र सन्ति परस्मैपदिनः नव कुत्र भवति वदतु आत्मनेपदिनः भवति अष्टादश भवति खलु नव परस्मैपदिनः नव आत्मनेपदिनः अष्टादशप्रत्ययाः एव सन्ति यद्यपि वक्तुः इच्छाम् अनुसृत्य एव दशानां लकाराणां भेदाः सन्ति एव आरम्भे भवति लट् भूयोगः लट् भूयोगः तिप् भूयोगः लङ् भूयोगः तिप् भूयोगः लिट् भूयोगः तिप् अत्र भवति इति भवति भूलङ् अभवत् इति भवति भूलिट् किं भवति भू इति स्वीकुर्मः चेत् अत्र लिट् किं भवति कोऽपि उत्तमं लिट् बभूव बभूवतुः अत्र त्रीणि स्थानानि अत्र लिट् मध्ये एव भवति बभूव बभूव बभूव परन्तु अत्र बभूव सः बभूव अत्र बभूवु बभू बभूव इति भवति अत्र किं पदम् आगच्छति योजनेन मध्यमपुरुष बहुवचनम् आगच्छति खलु बभूव इति इदानीं मध्यमपुरुष बहुवचनं युवं त्वं युवां यूयं खलु अत्र त्वं युवां यूयं यूयं बभूव अत्र किं द्रष्टव्यं यूयम् इति युष्मद्शब्दस्य बहुवचनमिति स्वीकर्तव्यम् अत्र सः बभूव अत्र उत्तमपुरुषे एकवचनमिति स्वीकर्तव्यं सो यः पदं पूर्वमस्ति एतद् दृष्ट्वा एव वक्तव्यम् इदानीं बभूव इति भवति अहं बभूव अत्र अहं बभूव इति स्वीकुर्मः चेत् अत्र उत्तमपुरुषे एकवचनं भवति सो अत्र पश्यतु प्रथमपुरुषे एकवचनमपि बभूव मध्यमपुरुष बहुवचनमपि बभूव उत्तमपुरुषे एकवचनमपि बभूव खलु अत्र किं किं द्रष्टव्यं चेत् अत्र लकारविषये किं विवक्षा अस्ति इति द्रष्टव्यम् अत्र तिङ्प्रत्ययाणां सिद्धिः तिङ्प्रत्ययाणां सिद्धिः वयं जानीमः एव परस्मैपदिनः नव भवति आत्मनेपदिनः नव भवति अनन्तरं लाधिकारे लस्य इति अधिकारे लकारः दशगणाः स्वीकृत्य लट् लोट् लङ् विधिलिङ्ग् अनन्तरं लुट् लुङ् एतत् सर्वाणि दशलकाराणां तिङ्प्रत्ययाः सिद्धाः भवन्ति सर्वत्र नव परस्मैपदिनः अस्ति नव आत्मनेपदिनः अस्ति एभिः सूत्रैः मूलाः तिङ्प्रत्ययाः ये दशानां लकाराणां कृते समानाः विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ्प्रत्ययाः भवन्ति यथा तिप् लटीति तिप् पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति ति एव तिष्ठति लोटि तूतात् इति भवति लङि इत् भवति इत्यादिकं भवति अतः अत्र पुनः भेदः आयाति किमर्थं चेत् अत्र तूतात् इति भवति ति भवति इत् भवति अत्र पुनरपि भेदाः भवन्ति यत्र लट् लोट् लङ् विधिलिङ्ग् भवति चेत् अत्र पश्यतु भवति इति भवति भवसि भवामि परन्तु लिट् मध्ये बभूव बभूवित बभूव इति भवति अनन्तरम् अन्ये लकाराः लुट् मध्ये दृष्टेमे चेत् अत्र भविता भवितासि भवितास्ति तास्मि इति भवति अतः अत्र लकाराः किञ्चित् परिवर्तनं भवति, ति इति भवति भवति, भवतु सका तु भवति भवतु, भवतात् इति भवति, अनन्तरम् अभवत् इति लङ्लकारे तकारः श्रूयते। अतः अत्र किञ्चित् भेदाः सन्ति, भेदाः सन्ति वा नास्ति वा, भेदाः सन्ति खलु, टिप् मध्ये भवति एव भवति, लोट् मध्ये किं भवति, भवतु भवति। उत्तमपुरुषे एकवचनं भवानि लङ् लोट्, भवानि लङ् लोट् लङ् लोट् तत् अवदत महोदय, अवधः अवदत महोदय, अवधानि अवदामि अवधाव लङ्गि इत् योजनेन किं भवति, अभवत् इति भवति खलु, आम् ति स्वीकुर्मः चेत् भवति, तु स्वीकुर्मः चेत् भवतु, इत् स्वीकुर्मः चेत् अभवत्। अत्र परिवर्तनं वेदाः सन्ति एव खलु, वेदाः सन्ति वा नास्ति वा, अत्र सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च इति द्रष्टव्यम्। अग्रिमवर्गे स्वीकुर्मः। कोऽपि अन्तिम श्लोकं वक्तुम् इच्छति वा, वदतु। पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदुच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनं। प्रश्नः इच्छति चेत् अग्रिमः।